गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतम्। इदानीं वयं नमस्कारः महोदय, अहं रघुपति आचार्य अस्मि। हा हा नमस्ते महोदय, क्षम्यतां स्वागतं विलम्बात्। हा हा भवतु, इदानीमेव समयः। अस्तु, इदानीं वयं गतवर्गे तत्र पृथिव्याः लक्षणम् अपि च जलस्य लक्षणं तेजः लक्षणं तेजसः लक्षणम् इति एतत् सर्वम् अधीतम्। इदानीम् अत्र वायोः लक्षणे वयं स्मः। तत्र वयं किं कुर्मः, एकवारं पुनः वायोः लक्षणं तत्र पुटसङ्ख्या अस्ति 42। तने महोदय, भवतः कृते पुस्तकमस्ति किल? आं महोदय, पुस्तकम् अस्ति। अस्तु, सम्यक्। तत्र 42तमपुटे वयं स्मः इदानीं। अस्तु महोदय। महोदय, सरला अस्मि किन्तु अहं बहिः अस्मि, बहु कोलाहलः अस्ति, अत्र म्यूट् करोमि। अस्तु, अद्य पठितुं शक्यते वा भगिनि? अहं न जानामि, भवतु, यदा पठितुं शक्यते तदा मां सूचयतु कृपया। अस्तु अस्तु अस्तु भगिनि, अस्तु, सर्वे तत्र 42तमपुटे गच्छन्तु। तत्र रूपरहितस्पर्शवान् वायुः इति वायोः लक्षणं दत्तम्। तत्र प्रथमं भानुचैतन्यमहोदय, भवान् पठितुमिच्छति वा? क्षम्यतां महोदय, अहं किञ्चित् निमेषान् अनन्तरं वदामि महोदय। अस्तु अस्तु भवतु, तर्हि विद्या भगिनी भवती आरब्धं कृपया। रूपरहितस्पर्शवान् वायुः, सः द्विविधः, नित्यो नित्यश्च। नित्यः परमाणुरूपः, अनित्यः कार्यरूपः, पुनस्त्रिविधः। शरीरेन्द्रियविषयभेदात् शरीरं वायुलोके, इन्द्रियं रूपग्राहकं, त्वक् सर्वशरीरवर्ति, विषयो वृक्षादिकम्पनहेतुः, शरीरान्तः सञ्चारी, वायुः प्राणः। स च एको अपि उपाधिभेदात् प्राणापानादिसंज्ञां लभते इति अस्ति। अत्र वायोः लक्षणम् अत्र दत्तमस्ति, रूपरहितस्पर्शवान् वायुः इति। तत्र वायौ रूपं नास्ति, अपि च तत्र वायौ स्पर्शेन वयं वायोः अनुभवं कर्तुं शक्नुमः। वायुः द्विविधः, नित्यानित्यश्च। अत्र वायौ अंशद्वयं वर्तते, नित्यांशः अनित्यांशः। नित्यांशः परमाणुरूपः, अनित्यांशः कार्यरूपः। पुनः अत्र त्रिविधभेदः अस्ति, शरीरम् इन्द्रियं विषयः इति। शरीरम् अत्र वायुलोके इति दत्तम्। इन्द्रियमस्ति त्वक् इति अस्य विशेषः कः इति चेत् स्पर्शग्राहकम् अस्ति त्वक्। कुत्र वर्तते शरीरे इत्युक्ते सर्वशरीरवर्ति, सर्वत्र वर्तते, तदेव त्वचा इति। विषयः अस्ति वृक्षादिकम्पनहेतुः, अत्र वृक्षे कम्पनं, स्पन्दनं भवति वृक्षे, तेन ज्ञातुं शक्नुमः वायुः अस्ति इति। शरीरान्तसञ्चारी, शरीरे सर्वत्र वर्तते इति दत्तमस्ति। अत्र शरीरे सर्वत्र वायुः अस्ति, तस्य नामकरणम् अस्ति प्राणः। तत्र शरीरे सर्वत्र वर्तते, परन्तु अत्र उपाधिभेदात् अत्र संज्ञा अस्ति, प्राणस्य संज्ञा अस्ति। तत्र प्राणापान, व्यान, उदान, समान इति तादृशसंज्ञा अस्ति। शरीरस्य कुत्र वर्तते वायुः, कुत्र प्राणः अस्ति, तस्य आधारेण उपाधिः भवति। सम्यक् भगिनि, इदानीं तत्र रूपरहितस्पर्शवान् वायुः इति लक्षणवाक्यमस्ति किल, किन्तु तत्तु तद्वाक्यं तु तटस्थलक्षणरीत्या नास्ति। इदानीं तत्र तटस्थलक्षणशैल्यां वदति वा? तटस्थलक्षणशैल्यां वदामः चेत् तत्र लक्ष्यं षष्टिविभक्तौ भवति, अनन्तरं लक्षणं प्रथमविभक्तौ भवति. अपि च अत्र इदानीम् अत्र रूपरहितस्पर्शवान् वायुः इति अस्ति चेत् तत्र आधारादे भावः स्पष्टः नास्ति. अत्र रूपरहितस्पर्शवान् इति वायोः विशेषणमस्ति, तर्हि द्वयोः अर्थः समानः, अतः अत्र आश्रयः कः इति न ज्ञातुं शक्नुमः. अतः परिष्कृतलक्षणवाक्यं भवति रूपरहितस्पर्शवत्वं वायोः लक्षणम्. अत्र रूपरहितस्पर्शवान् इति मतुप्रत्ययः अस्ति, तदनन्तरं त्वप्रत्ययं योजयामः चेत् तत्र प्रकृत्यर्थे गमयति इति कृत्वा अत्र रूपरहितस्पर्शवत्वम् इत्युक्ते रूपरहितस्पर्शः एव. तत् कुत्र अस्ति इति चेत् तत्र वायौ अस्ति, वायुः एव अधिकरणम् अस्ति. सत्यं, रूपरहितस्पर्शवत्वं वायोः लक्षणम् इति तटस्थलक्षणशैल्यां वाक्यं भवति. अपि च इदानीं तत्र गन्धवती पृथिवी, गन्धवत्वं पृथिव्याः लक्षणं, शीत स्पर्शवत्वं अपां लक्षणम्, अपि च उष्णस्पर्शवत्वं तेजसः लक्षणम् इति एतादृशम् अधीतं. किन्तु तत्र अत्र वैशिष्ट्यं किम् अस्मिन् वाक्ये रूपरहितस्पर्शवत्वं वायोः लक्षणम् इत्यत्र वैशिष्ट्यं किम् तेषामपेक्षया? अत्र गन्धवत्वम् इति एकमेव दलम् आसीत्, अत्र दलद्वयम् अस्ति, रूपरहितत्वम् अपि च स्पर्शवत्वं, दलद्वयं. सत्यं, तदेव रूपरहितत्वम् अपि च स्पर्शवत्वं. वायौ रूपरहितत्वम् इति धर्मः अपि अस्ति, अपि च स्पर्शवत्वम् इति धर्मः अपि अस्ति इति कृत्वा तत्र वायोः लक्षणे दलद्वयं विद्यते इति वैशिष्ट्यमस्ति. अपि च पुनः इदानीं तत्र नवद्रव्याणि सन्ति इति अस्माभिः अधीतं, तेषु प्रथमचत्वारि द्रव्याणि एव तत्र नित्यम् अनित्यम् इति विभागः भवति. इत्युक्ते पृथिवी, अप्, तेज, वायु इति चत्वारि द्रव्याणि एव द्विविधानि भवन्ति, नित्यम् अनित्यं च इति. ततः परम् आकाशम् आरभ्य, आकाश, दिक्, काल, आत्मा, मनांसि इति पञ्च द्रव्येषु तत्र विभजनद्वयं नास्ति, नित्यं वा अनित्यम् अनित्यं वा इति. सर्वे नित्याः, तानि सर्वाणि नित्यानि, तानि द्रव्याणि सर्वाणि नित्यानि इति नैयायिकानां मतम्. इत्युक्ते आकाशः नित्यः, आत्मा नित्यः, दिक्, दिक् इति स्त्रीलिङ्गपदम् अस्ति किल भगिनि, अतः दिश् दिक् इति नित्या इति वक्तव्यम्. सत्यं सत्यं, दिश् दिश सत्यं, दिक् नित्या भवति, कालः नित्यः भवति, अपि च मनः नित्यं, मनः इति नपुंसकलिङ्गपदम्, अतः नित्यम् इति वक्तव्यं. तानि द्रव्याणि सर्वाणि नित्यानि, अतः तत्र द्वैविध्यं नास्ति, केवलं प्रथम चत्वारि द्रव्याणि, तत्रैव द्वैविध्यं वर्तते, नित्यम् अनित्यं च इति. तदनन्तरम् इदानीं तत्र वृक्षादिकम्पनहेतुः इति उक्तं, तत्र यदा वृक्षस्य कम्पनं भवति तत्र किमर्थं वृक्षे कम्पनं जातम् इति चेत् वायुना तत्र वृक्षे कम्पनं जातम् इति, वृक्षे यत् कम्पनम् अस्माभिः दृश्यते अनुभूयते तस्य हेतुः भवति वायुः इति. अपि च शरीरान्तरसञ्चारी वायुः प्राणः, तत्र यस्मिन् देशे तत्र प्राणानां शरीरे सञ्चारितः प्राणः यदस्ति तत्र भेदः नास्ति, प्राणे भेदः नास्ति, किन्तु तत्र यस्मिन् देशे वर्तते तत् स्वीकृत्य तत्र भेदः कृतः, प्राण अपान समान व्यान उधान इति तादृशभेदः कृतः. किन्तु तत्र देशं कुत्र प्राणः कुत्र वर्तते इति देशं स्वीकृत्य, उपाधित्वेन स्वीकृत्य तत्र भेदः कृतः, पञ्च प्राणापानादिसंज्ञाम् इति संज्ञा दत्तः अस्ति. बहु सम्यक् भगिनि, धन्यवादः. इदानीं हेतु विषय कथं भवति? हेतु इति यदा विषयः वयं दृष्टवन्तः स्पीतस्पर्शवत्य शीतस्पर्शवत्य सरित्समुद्रादिविषयः इति, हेतुः इति कथं विषय भवति? विषयः इदानीं तत्र वायु इत्यस्य लक्षणम् अस्माभिः अधीतं. तत्र विषयः कः इत्युक्ते वृक्षादिकम्पनहेतुः एव विषयः. वृक्षेषु कम्पनं जायते, तत् केन विषयेन जायते इत्युक्ते वायुः इति विषयेन जायते तत्र इति उक्तं. तत्र हेतुः इत्युक्ते वृक्षादिकम्पनस्य हेतुः यः यद्द्रव्यम् अस्ति तदेव वायुः इति, तदेव विषयः इति अस्ति. उपाधि इत्युक्ते, उपाधिः इत्युक्ते अत्र केवलं देशः इति स्वीकरोतु अर्थः. उपाधि इत्युक्ते देशः. अस्तु, इदानीम् अग्रे भानुचेतनी महोदय इदानीं पठितुं शक्यते वा? आं महोदय, आं महोदय, अग्रे पठतु. शरीरेन्द्रियविषयभेदात् इति सङ्ग्रहार्थः सङ्ग्रहग्रन्थः, क्षम्यताम्, इह ग्रहणसौकर्याय पृथिव्यादिचतुष्टयस्य पट्टिका प्रदर्श्यते. पट्टिका अपि पठितव्यं महोदय? आमां. द्रव्यं शरीरम् इन्द्रियं विषयः. पृथिवी द्रव्यं, मनुष्यादीनां शरीरं, घ्राणम् इन्द्रियं, मृत्पाषाणादिः विषयः. जलं द्रव्यं, वरुणलोके शरीरं, रसनम् इन्द्रियं, सरित् समुद्रादिः विषयः. तेजः द्रव्यम्, आदित्यलोके शरीरं, चक्षुः इन्द्रियं, भौमादिः विषयः. वायुः द्रव्यं, वायुलोके शरीरं, त्वक् इन्द्रियं, वृक्षादिकम्पनहेतुः विषयः. महोदय यद्दत्तं तत्र पूर्वमेव अस्माभिः अधीतं, तत्र पट्टिकारूपेण दत्तम्, अत्र नूतनं किमपि नास्ति इत्यतः कस्यापि सन्देहः नास्ति चेत् अग्रे सर्तुं शक्यते. किमपि वक्तव्यं वा महोदय अत्र? अन्यं किमपि नास्ति इति अहं मन्ये महोदय. अस्तु, किन्तु जलपरमान्वादौ अपि पूर्वोक्तं नित्यत्वम् इतरेषु अनित्यत्वं बोध्यं. जलादिशरीराणां वरुणादिलोके स्थितिः पुराणप्रसिद्धा. नासिकादिकम् अधिष्ठानाम् आश्रयः. तत्र स्थितानि इन्द्रियाणि गन्धादि प्रत्यक्षं जनयन्ति. तत्र नासिकादिकम् अधिष्ठानम् आश्रयः. अस्मिन् परिच्छेदे किञ्चित् वदतु महोदय. नित्यत्वम् नित्य अनित्य द्वे सन्ति परमाणुरूपा. जलपरमाणु अपि तावदेव, नित्यपरमाणु अस्ति, अनित्यपरमाणु अपि अस्ति. तत्र जलपरमाणुवादौ इति अस्ति किल महोदय, तत्र आदिपदेन किं सूचितम्? जल परमाणु, तेजपरमाणु, वायुपरमाणु इति अहं चिन्तयामि. सत्यम् इति चत्वारि द्रव्याणि तत्र, पृथिवी, जलं, तेजः, वायुः. तेषु एव नित्यत्वम् अपि च अनित्यत्वम् इति तादृशमस्ति. अग्रे, एते चत्वारि एव नित्यत्वं, अन्येषु अनित्यत्वं महोदय? जलपरमाण्वादौ अपि पूर्वोक्तं नित्यत्वम्, इतरेषु अनित्यत्वम् इत्युक्ते तत्र इतरेषु इत्युक्ते परमाणवः अपेक्षया इतरेषु इति, परमाणुषु एव नित्यत्वम् अस्ति महोदय. अद्य न जाने किमर्थं ध्वनिः भवति इति, यदा भवान् तूष्णीं तिष्ठति तदा बहु किमपि ध्वनिः भवति. अस्तु भवतु, भवान् वदतु महोदय. तत्र अनित्यत्वम् इतरेषु इत्युक्ते कस्य अपेक्षया इति चेत् तत्र परमाणवः अपेक्षया इतरेषु अनित्यत्वं वर्तते इति बोध्यम् इति अवगन्तव्यम्. अस्तु महोदय अग्रे. जलादिशरीराणां वरुणादिलोके स्थितः पुराणप्रसिद्ध, तत्र शरीरं मनुष्यादीनाम् एव सदृशः नास्ति. तत्र वरुण लोके यत् जलादिशरीरम् अस्ति तद् पुराणप्रसिद्ध, पुराणं प्रमाणं स्वीकार्यं वा नैयायिकानां? सत्यं सत्यं, ते अपि आस्तिकाः एव. तत्र वेदस्य प्रामाण्यम् अपि च पुराणानां प्रामाण्यं ते स्वीकुर्वन्ति. किन्तु इदानीं पश्यतु, तत्र पृथिव्याः शरीरं मनुष्यादीनां वर्तते इति साक्षात् प्रत्यक्षेन वयं ज्ञातुं शक्नुमः. किन्तु जलस्य शरीरं वरुणलोके, तेजसः शरीरम् आदित्यलोके, वायोः शरीरं वायुलोके इति अस्माकं तत् कथं वा ज्ञातुं शक्यते इति चेत्, तत्र पुराणप्रसिद्धा, पुराणानाम् एतादृशम् उक्तं तत् स्वीकृत्य, प्रमाणत्वेन स्वीकृत्य अत्र उक्तमस्ति इति इति उक्तम् अत्र तावदेव. अग्रे महोदय. नासिकादिकम् अधिष्ठानाम् आश्रयः. महोदय एतत् अहं न बुद्धं, मया न बुद्धं. तत्र आश्रयः इति कस्मिन् विषये उक्तम् अत्र? कः आश्रयः भवति इदानीं? नासिका इत्युक्ते किम्? नासिका तु इन्द्रियं. नासिका इन्द्रियं वा, नो चेत् नासिकयां किमपि इन्द्रियम् अस्ति वा? घ्राणम् इन्द्रियं महोदय, तत्र नासिका तु एक उपाधि अस्ति. हा, तत्र घ्राणमेव इन्द्रियं. घ्राणं कुत्र वर्तते? घ्राणं तु पृथिवी महोदय. न, कुत्र वर्तते इति? घ्राणेन्द्रियं नासिका अग्रभागे इति. सत्यं, नासिकायाम् अग्रभागे घ्राणेन्द्रियं वर्तते इति अस्माभिः अधीतं किल. अतः घ्राणेन्द्रियस्य अधिष्ठानं, घ्राणेन्द्रियस्य आश्रयः भवति नासिका. एवमेव तत्र आदिपदेन किं सूचितम् इति चेत्, रसनेन्द्रियस्य आश्रयम् अधिष्ठानं भवति जिह्वा इति तादृशं. तत्र चक्षुषः अधिष्ठानं भवति कृष्णताराग्रवर्ति, कृष्णताराग्रम् इति, कृष्णतारा इति वक्तव्यम्. त्वचः आश्रयम् अधिष्ठानं भवति. तत्र त्वक् अस्ति किल, शरीरे सर्वत्र अस्ति, तदेव आश्रयं भवति इति, तदेव अत्र उक्तं. नासिकादीनाम् अधिष्ठानम् आश्रयः इति. अग्रे महोदय. तत्र अधिष्ठानं किं महोदय? तत्र अधिष्ठानम् इत्युक्ते इदानीं तत्र इन्द्रियस्य अधिष्ठानम्, इन्द्रियस्य अधिष्ठानम् इति इन्द्रियः कुत्र वर्तते? इन्द्रियं कुत्र वर्तते? शरीरे. हा, किन्तु शरीरे कस्य भागे वर्तते, कस्मिन् भागे वर्तते? ग्राणेन्द्रियं नासिका हा सत्यं तदेव उक्तं तत्र अधिष्ठानम् इत्युक्ते तदेव अधिष्ठानम् इत्युक्ते आश्रयः एव नासिकादिकं नासिकादिकं अधिष्ठानम् आश्रयः तदेव अधिष्ठानम् इत्युक्ते तदेव आश्रयः इदानीं बुद्धं तत्र सीमा भगिन्याः प्रश्नः आसीत् वा आं महोदय अधिष्ठानम् एवम् आश्रय भवता इदानीम् उक्तम् अधिष्ठानम् एव आश्रयस्य पदद्वयं पदद्वयस्य अर्थः एकः अस्ति अतः न जाने किमर्थं पदद्वयं दत्तम् अस्ति नासिकादिकम् अधिष्ठानम् आश्रयः इति अस्ति तत्र आश्रयः इति पदं सङ्गच्छते किन्तु इदानीं नासिकादिकं नासिकादिकं तेषाम् अधिष्ठानम् अधिष्ठानम् आश्रयः इति महोदय अत्र अधिष्ठानम् इत्युक्ते स्थानम् इत्युक्ते खलु नासिकायां तस्मिन् स्थाने तत्र नासिका एव आश्रयः इति सूचनार्थम् आश्रयः अत्र इन्द्रियं कुत्र वर्तते इत्युक्ते तस्मिन् स्थाने अधिष्ठानम् इत्युक्ते स्था इति धातुतः अधिष्ठानम् ओ तत्र अधिष्ठानम् इति पदं कुत्र वर्तते इत्यस्मिन् अर्थे अस्ति इति वदति सम्यक् एव नासिकादिकं कुत्र वर्तते इत्युक्ते तत्र तेषाम् आश्रयः उक्तः किल तत्र न नासिकादिकं कुत्र वर्तते इति नास्ति क्षम्यतां तत्र इन्द्रियाणि कुत्र वर्तते इन्द्रियं कुत्र वर्तते इति चेत् तत्र नासिकादिकम् अधिष्ठानरूपेण भवति तदेव तेषाम् आश्रयः इति इन्द्रियाणाम् आश्रयः इति तादृश अर्थबोधः एव जायते अस्तु आश्रयः अस्ति जलं वा नासिकादि इदानीं तत्र पश्यतु नासिका इति कीदृशपदं कीदृशपदार्थद्रव्यमस्ति नासिका शरीरस्य अङ्गः अस्ति हा अतः नासिकादिकम् इदानीं नासिका इति पार्थिवद्रव्यमस्ति तत्र घ्राणम् इति इन्द्रियं लभ्यते अतः इदानीं नासिका इति पार्थिवद्रव्यं घ्राणेन्द्रियस्य अधिष्ठानं भवति आश्रयः भवति किन्तु किमर्थं तत्र द्विवारं पदं दत्तम् इति किञ्चित् मम अपि क्लेशः अस्ति इतोपि चिन्तनमस्ति वा भगिनी विद्या भगिनी तत्र इत्युक्ते अत्र स्थानं तु कुत्र वर्तते इति स्पष्टमस्ति परन्तु अत्र तस्मिन् स्थले अस्ति इति चेत् तथा एव तत्र आश्रयत्वमपि सूचयति संयोगसम्बन्धः अपि भवितुम् अर्हति खलु आमाम् अत्र संयोगसम्बन्धः निश्चयेन वर्तते तत्र इन्द्रियं भिन्नम् अपि च तदपि पार्थिवद्रव्यमस्ति अपि च नासिका अपि पार्थिवद्रव्यमस्ति इत्यतः द्वयोः द्रव्ययोः मध्ये संयोगसम्बन्धः एव भवति किन्तु अत्र भगिन्याः प्रश्नः अस्ति इदानीं तत्र पश्यामः नासिकादिकं तत्र इदानीम् एकं पदं त्यजामः सीमा भगिनी तत्र तादृशप्रयत्नं कुर्मश्चेत् इतोपि बोधः जायते तत्र नासिकादिकम् अधिष्ठानम् इति एव वदामश्चेत् तत्र कः बोधः जायते तर्हि आश्रयः न ज्ञातुं शक्नुमः नासिका इन्द्रियस्य उपरि अस्ति वा अथवा इन्द्रियं नासिकायाम् अस्ति वा इति कथं ज्ञातुं शक्नुमः अत्र आधारादेयभावः स्पष्टः नास्ति खलु आम् अपि च इदानीं तत्र अधिष्ठानम् इति पदं त्यक्त्वा आश्रयः एतत् स्वीकुर्मः नासिकादिकम् आश्रयः महोदय अहं चिन्तयामि अधिष्ठानम् इति इत्युक्ते अवलम्ब्य नासिकादिकं घ्राणेन्द्रिय अवलम्ब्य आश्रयः अस्ति तस्य नासिका आश्रयमस्ति घ्राणेन्द्रिय अधिष्ठानम् इत्युक्ते अवलम्ब्य इति अर्थं दास्यति भवति आम् आम् करोमि बहु अस्तु भगिनि भवतु, तत्र इतोपि सर्वे चिन्तयितुं शक्यते तादृश यत्किमपि चिन्तनमस्ति चेत् अग्रे अस्मिन् अग्रिमवर्गे अस्मिन् विषये किञ्चिदपि वक्तुं शक्यते, किन्तु एतावत्पर्यन्तं तत्र विषयः कः इत्युक्ते नासिकादिकम् इन्द्रियाणाम् अधिष्ठानं भवति, आश्रयः भवति इति अर्थबोधः अस्ति अत्र. अस्तु महोदय, अग्रे पठतु महोदय. तत्र स्थितानि इन्द्रियाणि गन्धादिप्रत्यक्षं जनयन्ति, ज्ञानं जनयन्ति इन्द्रियाणि, यथा गन्धं वा इत्यादि, तत् प्रत्यक्षज्ञानम् इति तत्र लिखितम्. तत्र तत्र इत्युक्ते तत्र नासिका, तत्र आश्रयः अस्ति, तत्र स्थित्वा, तत्र स्थितानि इन्द्रियाणि गन्धादिप्रत्यक्षं, तत्र आदिपदेन किं सूचितम्? गन्धादि, गन्ध रस इत्यादि. हा, गन्ध रस रूप अपि च स्पर्श इति तादृशप्रत्यक्षं जनयति, जनयन्ति क्रमेण. गन्धस्य प्रत्यक्षं जनयति घ्राण इन्द्रियं, तत्र रस रसः प्रत्यक्षं जनयति रसनं, रसनेन्द्रियं. रूपस्य प्रत्यक्षं जनयति चक्षुरिन्द्रियं. स्पर्शस्य प्रत्यक्षं जनयति त्वगिन्द्रियम् इति भवति. अस्तु, सम्यक्. इदानीं विजी भगिनी अग्रे पठति वा? धन्यवादः महोदय. अहं महोदय प्रयत्नं तेजो ग्रन्थे अभिन्दन अभिन्दनम् इति आपः जलं निमित्तकारणं यस्य तत् विद्युत्तादि सुवर्णस्य तेजोरूपता वेदबोधिता अग्रे अग्रेरपत्यं प्रथमं हिरण्यम् इति श्रुतेः अपि अभिन्दनम् इत्युक्ते आपहविषयः. हा, तत्र तडित् तडिडित् जानीमः किल, जानीमः किल इत्यस्य इन्धनम् इन्धनं भवति भवति ऐस दृढरूपं क्षम्यतां भगिनी, तत्र प्रतिध्वनिः श्रूयते, ध्वनिः श्रूयते. भवती हेड्फोन्स् उपयोगं करोति वा नो चेत्? करोति वा नो चेत्? उपयोगं करोमि तदपि. न न, प्रथमं भवती वदतु भगिनी, यत्किं यावद् वक्तव्यम् अस्ति तत् वदति, तदनन्तरम् अहं वदामि. न अवगतं, तेजः ग्रन्थः अभिन्दनम् इति न अवगतं भवति. आपः जलं निमित्तकारणं यस्य तत् विद्युत् आदि सुवर्णस्य तेजरूपता वेदोबोधिता अग्रे पठितुं किञ्चित् वदामि. अस्तु, भवतु. तत्र तेजो ग्रन्थे अभिन्दनम् इति दत्तमस्ति किल, तत्र ग्रन्थः इत्युक्ते अध्याये इति अवगन्तव्यम्. इदानीं तत्र उष्णस्पर्शवत् तेजः इति तेजसः लक्षणं दत्तम् इति किल. तत्र पश्यतु, अन्तिमवाक्यस्य तस्मिन् परिच्छेदे अन्तिमवाक्यस्य पूर्ववाक्यम् अभिन्दनं दिव्यं विद्युदादि इति दत्तमस्ति किल, तदेव अत्र परामृश तस्य परामर्शः कृतः अत्र परामर्शः इत्युक्ते रेफरेन्स् रेफर् इति तेजोग्रन्थे अभिन्दनम् इति तडित् इत्यस्य इन्धनम् अप् एव भवति इत्यतः अभिन्दनम् इति दत्तमस्ति. आपः जलं निमित्तकारणं यस्य तत् विद्युदादि इति किञ्चिदिव उक्तं. तत्र निमित्तकारणम् इत्युक्ते अग्रे आयास्यति पृष्ठसङ्ख्या 15-अधिकशततमपुटे अस्ति. यदा तत्र आगमिष्यामः तदा पश्यामः तत्र निमित्तकारणं किम् इति. इदानीं तादृशमेव स्वीकुर्मः. आपः इत्युक्ते जलं तत्र इन्धनम् अस्ति, तत्र इन्धनम् अस्ति अपि च निमित्तकारणम् अस्ति विद्युदादीनां तत्र निमित्तकारणं भवति जलम् इति उक्तम्. अपि च सुवर्णस्य तेजोरूपता वेदबोधिता, तत् गतवर्गे अस्माभिः अधीतं कथं वा सुवर्णस्य तैजसत्वं साधितम् इति अस्माभिः अधीतं. तत्र पूर्वपक्षी पृच्छति पीतरूपत्वात् अपि च गुरुत्वात् सुवर्णं पार्थिवद्रव्यमेव इति. किन्तु तत्र सिद्धान्ती वदति पार्थिवद्रव्यम् अस्ति चेत् तत्र अत्यन्त अनलसंयोगे सति तस्मिन् विद्यमाननैमित्तिकद्रवत्वं नश्यति यथा घृतौ. किन्तु सुवर्णे द्रवत्वं नैमित्तिकत्वेन एव जायते, अनलसंयोगेन एव सुवर्णे तत्र द्रवत्वं जायते. किन्तु अत्यन्त अनलसंयोगे सति तत्र सुवर्णे विद्यमानस्य द्रवत्वस्य नाशः यदा कदापि न भवति इत्यतः तत्र किमपि अंशः अस्ति यत् यः अंशः तत्र प्रतिबन्धकत्वेन द्रवत्वनाशस्य प्रतिबन्धकत्वेन कार्यं करोति. तत्तु इदानीं तत्र पार्थिव तादृश अंशः पार्थिवद्रव्यं न भवति, जलीयद्रव्यमपि न भवति, तत्र साक्षात् प्रत्यक्षेन ज्ञातुं शक्नुमः. वायु अपि न भवति, अन्यानि द्रव्याणि अपि न भवन्ति इत्यतः तत्र अवशिष्टं तेजः एव. इत्यतः तत्र सुवर्णे पार्थिव अंशाः अपि कणाः अपि सन्ति अपि च तेजस अंशाः अपि सन्ति इति तत्र तर्करूपेण साधितं. किन्तु तर्कः यदा कदापि निश्चय तर्केण तत्र निश्चयत्वेन यदा कदापि न वक्तुं शक्नुमः. किमर्थम् इत्युक्ते इदानीं तत्र तर्कः तादृशम् उक्तम्, इतोपि अधिकं तर्कं यस्य कस्यापि उक्तं चेत् तत्र तर्कः तर्कस्य पराजयः भवति. इत्यतः तत्र अन्यप्रमाणमपि वक्तव्यं भवति. प्रमाणस्य तत्र अन्यप्रमाणेन यद् ज्ञातं तस्मिन् तत्र प्रमाणं यत्किमपि वदति. इदानीं तत्र पश्यतु सुवर्णस्य तेजोरूपता वेदबोधिता, वेदमेव वदति. कुत्र वदति? अग्नेरपत्यं प्रथमं हिरण्यम् इति श्रुतिः अस्ति. अग्नेः अपत्यम् इत्युक्ते अग्नेः पुत्रः, प्रथमपुत्रः अस्ति हिरण्यम्. हिरण्यम् इत्युक्ते सुवर्णम् इति वेदे उक्तम्. इदानीम् अग्नेरपत्यं प्रथमं हिरण्यम् इति श्रुत्या बोधितमस्ति. किन्तु तत् सङ्गच्छते वा? तत्र अवगमनं किम् इत्युक्ते अग्नेः अपत्यम्. अग्नेः अपत्यम् इत्युक्ते अग्नेः पुत्रः एव हिरण्यम् इति अस्माभिः अवगतम् तत्र. किन्तु तादृश अवगमनं सम्यक् वा न वा इति शोधनार्थं तत्र तर्कः उपयुक्तः भवति केवलं. किन्तु केवलं तर्केण किमपि न वक्तुं, निश्चयत्वेन किमपि न वक्तुं शक्यते. इत्यतः एव तत्र ब्रह्मसूत्रम् इति ग्रन्थमस्ति. किञ्चित् विषयान्तरम् अहं वदामि. अत्र ब्रह्मसूत्रम् इति ग्रन्थः अस्ति, वेदव्यासेन रचितं. तत्र द्वितीयाध्याये प्रथमपादे एकादश सूत्रमस्ति, तर्कप्रतिष्ठानादपि अन्यथा अनुमेयमिति चेत् एवमपि अविमोक्षप्रसङ्गः इति तत्र बृहत् सूत्रमस्ति. तस्मिन् सूत्रे शङ्कराचार्यः भाष्यं लिखति तस्मिन् सूत्रस्य विषये. तत्र किं वदति, केवलं तर्केण निश्चयत्वेन यत्किमपि न वक्तुं शक्यते, तादृशम् अस्ति चेत् सर्वे एकस्मिन्नेव निश्चये भवेत् किल. तत्र किन्तु इदानीं तत्र साङ्ख्यानां मतानुसारं ते भिन्नरीत्या वदन्ति, नैयायिकानां मतानुसारं ते भिन्नरीत्या वदन्ति, वेदान्तानां मतानुसारं ते अपि भिन्नरीत्या वदन्ति इत्यतः सर्व तत्र सर्वे अपि तर्कम् उपयुज्य एव तेषां पक्षं स्थापयन्ति. यदा प्रत्येकं दर्शनं वयं पठामश्चेत् तत्र तर्कः सम्यक् एव अस्ति इति भाति, किन्तु तेषां निगमनं किम् इति चेत् तत्र वैविध्यमस्ति. एकः वदति एकमेव वस्तु जगति अस्ति इति, अन्यः वदति इदानीं नैयायिकाः वदन्ति सप्तपदार्थाः सन्ति, अपि च साङ्ख्याः वदन्ति तत्र किमपि तत्र प्रकृतिः पुरुषः इत्यादिकम् अस्ति इति ते वदन्ति. इत्यतः तत्र प्रमाणं प्रथमं भवेत्, तर्कं यदा कदापि प्रमाणरूपेण न भवति. प्रमाणं यद्वदति तस्य अवगमनं सम्यक् वा इति तत्र चोदनार्थमेव तर्कस्य उपयोगः भवेत् इत्यतः अत्र ग्रन्थकारः वदति सुवर्णस्य तेजोरूपता वेदबोधिता इति. सुवर्णं तैजसम् इति कथं वा ज्ञातम् इति चेत् तर्केण नास्ति, किन्तु श्रुत्या ज्ञातं. यत् श्रुत्या बोधितं तत् तस्मिन् तर्कः विद्यते वा, तद् युक्तपूर्वकं वा युक्तिपूर्वकं वा इति शोधनार्थं तत्र तर्कः कृतः. तत्र पीतत्वम् इत्यादिकं दृष्ट्वा तत्र प्रतिबन्धकत्वम् अस्ति, द्रवत्वनाशस्य प्रतिबन्धकत्व अस्ति सुवर्णे इत्यतः तत्र तेजः भवेत्, तेजसांशाः भवेत् इति तर्कितम्. किन्तु तत्र तर्केण केवलं तादृशं निश्चितम् इति नास्ति इति अत्र इत्येव अत्र विषयः. सुवर्णस्य तेजोरूपता वेदबोधिता, अग्नेरपत्यं प्रथमं हिरण्यम् इति श्रुतेः, इति श्रुत्या अस्माभिः ज्ञायते तत्र सुवर्णं तैजसम् इति. अत्र किमपि सन्देहः वर्तते वा? मम एकः सन्देहः अस्ति महोदय. अग्नेः अपत्यं सुवर्णमिति अत्र दत्तमस्ति, किन्तु अपत्यं चेतनपदार्थः स्यात् इति मन्ये. सुवर्णे चेतनत्वं नास्ति, अतः अपत्यं किमर्थं दत्तम्? अत्र अग्निः इत्युक्ते यद् अस्माभिः अनुभूयते अस्मिन् लोके, तादृशपदार्थः इति न स्वीकर्तव्यं. तत्र अग्निः देवता अस्ति किल, अग्नेः यः शक्तिः अस्ति. किन्तु इदानीं तत्र अग्नेः अपत्यं, तत्र अग्निः तत्र देवतारूपेण स्वीकृत्य अपि च सुवर्णे तत्र किञ्चन सुवर्णत्वम् अस्ति, तत् सुवर्णत्वं शक्तिरूपेण गृहीत्वा एतादृशम् उक्तमस्ति. अपि च तत्र किञ्चित् इतोपि विषयान्तरमस्ति, किन्तु एवमेव अत्र एतदेव अहं वदामि. तत्र सर्वेषां पदार्थानां चेतनत्वम् अस्ति इति एव श्रुतेः मतम् इति वेदान्तिनः वदन्ति तत्र ते उपवादनमपि कुर्वन्ति. इदानीं तत्र अयःपिण्डः अस्ति किल, अयःपिण्डम् इत्युक्ते तत्र अयर्न् बाल् इति. अयःपिण्डम् अग्नौ स्थापयामश्चेत् तत्र औष्ण्यम् अपि अग्नौ विद्यमान औष्ण्यम् अपि अयःपिण्डः स्वीकरोति, अपि च तस्मिन् विद्यमानप्रकाशत्वम् अपि अयःपिण्डः स्वीकरोति. तत्र अयःपिण्डम् अग्नौ किञ्चित् कालं स्थाप्य तदनन्तरं तद् पृथक् कृत्वा पश्यामश्चेत् तस्मिन् अयःपिण्डे औष्ण्यम् अपि च प्रकाशत्वं द्वयमपि विद्यते. किन्तु इदानीं जलम् एकस्मिन् पात्रे संस्थाप्य तत् पात्रम् अग्नौ संस्थापयामश्चेत् तत्र केवलम् औष्ण्यं, जले केवलम् औष्ण्यमेव विद्यते, न तु प्रकाशत्वम् इति अस्माभिः अनुभूयते प्रतिदिनम्. इदानीं किमर्थं जले अपि प्रकाशत्वं, जलं प्रकाशत्वं न स्वीकृतं, केवलम् औष्ण्यमेव स्वीकृतम् इति चेत् तस्य तादृशसमर्था एव अस्ति, अतः तावदेव तत् तत् स्वीकरोति इति वेदान्तिनः वदन्ति. तादृशम् अत्रापि तत्र सर्वत्र चैतन्यं विद्यते, अपि च अस्तित्वमपि अस्ति, किन्तु सत् चित् इति अंशद्वयमपि सर्वत्र वर्तते, किन्तु केषुचित् द्रव्येषु द्वयमपि विद्यते. ये जीविताः सन्ति तत्र सत् अपि च चित् द्वयमपि विद्यते, किन्तु तत्र सुवर्णादिकम् अस्ति किल, तत्र अचेतन वस्तुषु केवलं सदंशाः एव दृश्यन्ते, न तु चित् अंशः इति तादृशचिन्तनमस्ति तेषाम्. तद् आधारीकृत्य अत्र उक्तमस्ति अग्नेः अपत्यं प्रथमं हिरण्यम् इति श्रुतेः इति, सर्वत्र चैतन्यम् अस्ति इति. तदेव अस्तु. इदानीं तत्र जलसार्थ हा वदतु महोदय. पठामि महोदय. तत्र अन्य कोऽपि किञ्चित् पठतु. इदानीमपि प्रतिध्वनिः श्रूयते भगिनि, किमपि क्लेशः न जाने किम् इति. क्षम्यतां भगिनि. अस्तु, रघुपतिमहोदय भवान् पठितुमिच्छति वा अग्रे, दलसार्थक्यं नाम किम् इति. आं महोदय, दलसार्थक्यं नाम किम्? अथ वायुग्रन्थे विशेषः चिन्त्यते. रूपरहितः स्पर्शवान् वायुः इति वायुलक्षणम्. पूर्वदर्शितरीत्या रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं. रूपरहितः इत्यस्य रूपसामान्य अभाववान् इत्यर्थः. स्पर्शवत्वं स्पर्श एव. अत्र रूपरहितत्वं स्पर्शवत्वम् इति द्वे दले भागो वर्तते. विषयेऽस्मिन् किञ्चित् विचार्यते. अत्र वयं दृष्टवन्तः पृथ्वी, जल, तेज, अत्र केवलम् एकः दल एकं दलमेव वर्तते, यथा शीतस्पर्शवत्वम् अथवा उष्णस्पर्शवत्व इति, गन्धवत्वम् इति. परन्तु वायोः लक्षणे द्वयं वर्तते. रूपरहितत्वम् अपि च स्पर्शवत्वं. पूर्वदर्शरीत्या रूपरहितत्वे सति रूपरहितत्वम् अपि च स्पर्शवत्वं द्वे अपि वायु द्वय तदा एव वायोः लक्षणं भवति. केवलं रूपरहितत्वात् न भवति, अपि च स्पर्शवत्वम् अपि आवश्यकम् अस्ति. रूपरहितत्वम् इति, रूपरहित इत्युक्ते रूपसामान्य अभावः, रूपसामान्य अभाववान् अभाववान् इत्यर्थः अस्ति. रूप प्रतियोगिता अस्ति, अभावस्य प्रतियोगिता अस्ति इति अहं मन्ये. तत्र रूपसामान्य अभाववान् इत्युक्ते किं, किञ्चित् तत्र पदस्य विषये किं किञ्चित् वदति वा? रूपसामान्य अभाववान्, रूपसामान्य रूपसामान्य अभावस्य प्रतियोगिता वायु अस्ति इति अहं मन्ये. हा, किन्तु इदानीं तत्र प्रतियोगिता इत्यस्मिन् विषये तदनन्तरं पश्यामः, किन्तु रूपसामान्य अभाववान् इत्युक्ते किं, रूपसामान्यम् इत्युक्ते किं? सामान्य सामान्यरूप अस्ति यत् वयं द्रष्टुं शक्नुमः इति. हा, यत्किमपि रूपम् इति अस्ति, यत्किमपि रूपसामान्यम् इत्युक्ते यत्किमपि रूपं रूपं, हा, तस्य अभावः, तस्य अभावः. इदानीं तत्र वायौ अस्ति इति कृत्वा रूपसामान्य अभाववान् भवति वायुः. अभाववान्, ओके, अस्तु. अग्रे अग्रे स्पर्शवत्वम् इत्युक्ते स्पर्शः एव, यत् वयं स्पर्शस्य अनुभवं कर्तुं शक्नुमः. स्पर्शवत्वं, इदानीं स्पर्शवत्वम् इति अस्मिन् पदं केन प्रत्ययेन जातम् इति, स्पर्शवत्वं प्रत्याभ्यां जाति इति जातम् इति वदति वा? मतुक् प्रत्यय स्पर्शवत्, स्पर्शवत्वम् इति मतुक् प्रत्यय अस्ति, आधारादेयभाव. केवलं मतु प्रत्ययः एव अस्ति वा, नो चेत् इतोपि अन्यः प्रत्ययः अपि अस्ति वा? स्पर्शवत् वत् योगमतुप् स्पर्शवत्वम् इति भावपत्. स्पर्श इति धर्मः, स्पर्शयोगः मतुप् स्पर्शवत् भवति, अधोगमनार्थं मतु प्रत्ययः योजनीयः. अतः स्पर्शवत् भवति. इदानीं स्पर्शवत् कः, स्पर्शवान् कः? स्पर्शवान् वायुः, स्पर्शवान्. हा, इदानीं पुनः उपरि गमनार्थं त्वप्रत्ययं योजयामश्चेत् स्पर्शयोगः त्वं स्पर्शवत्वम् इति भवति, तस्य भावः भवति. हा, स्पर्शवत्वम् इत्युक्ते स्पर्शः एव. हा, स्पर्श एव, स्पर्शवत्वम् अपि च स्पर्शः द्वयमपि एकस्मिन् स्तरे अस्ति इति कृत्वा स्पर्शवत्वम् स्पर्शवत्वम् इत्युक्ते स्पर्शः एव. अस्तु, अग्रे महोदय. अत्र रूपरहितत्वं स्पर्शवत्वम् इति द्वे दले भागो वर्तते, द्वे भागद्वयम् अस्ति, रूपरहितत्वम् अपि च स्पर्शवत्वम् इति. द्वे अस्ति, वायोः लक्षणम् अस्ति, द्वे दलद्वयम् अस्ति वायोः लक्षणम् इति. अग्रे तस्य द्वे दले भागो वर्तेते इति द्विवचने वर्तेते. हा, द्वे दले भागो वर्तेते इति. हा, विषयेऽस्मिन् तत् तस्य विषये अग्रे विचार्यते इति. हा, अग्रे अस्तु महोदय. अत्र अन्य कोऽपि, इदानीं सीमा भगिनी वदति रूपसामान्य अभावान् इत्युक्ते रूपत्वजातेः अभाववान् इति चिन्तनं स्यात् महोदय, यतोहि जातिः सामान्यम् अस्ति. हा, तदपि सत्यमेव भगिनी, तत्र तादृशचिन्तनमपि भवितुम् अर्हति, किन्तु तदेव इति नास्ति. तत्र सामान्यम् इति पदस्य सर्वदा पदार्थत्वेन सर्वत्र स्वीकर्तव्यम् इति नास्ति, किन्तु तादृशं वदामश्चेदपि तत्र अर्थः जायते. इदानीं रूपसामान्य अभाववान् इत्युक्ते सामान्यम् इति सप्तपदार्थेषु अन्यतमः सामान्यं, तत्र द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः इति. इत्युक्ते रूपसामान्य इत्युक्ते रूप रूपत्वजातेः इति भवति, रूपत्वजातेः अभाववान् इति चिन्तनं समीचीनमेव. तत्र नैयायिकानां इदानीं वयं न्यायवर्गे स्मः इत्यतः प्रायः तादृशमेव चिन्तनीयं. परन्तु महोदय अत्र पृष्ठसङ्ख्यायां 19 पृष्ठसङ्ख्यायां सामान्य अभावः इत्यस्य वर्णनम् अस्ति. तस्मिन् सन्दर्भे अत्र घटसामान्य अभावः इत्युक्ते अत्र जातेः अभावः नास्ति, नायं विवक्षितः, किन्तु सर्वस्य घटस्य अभावः इति दत्तमस्ति. तर्हि अत्र सामान्यम् इत्युक्ते जातिः नास्ति खलु? सत्यम् इति तादृशं दत्तमस्ति चेत् अत्र विवक्षितं तत्र सामान्यम् इत्यनेन जातेः विवक्षा नास्ति. तत्र सामान्यम् इत्युक्ते तत्र किमपि रूपसामान्यम् इत्युक्ते यत्किमपि रूपं वायौ नास्ति इति अवगन्तुं शक्यते. तत्र साक्षात् किं दत्तमस्ति इति पठति वा भगिनी एकवारम्? हा अस्तु. अत्र पृष्ठसङ्ख्या अस्ति 19, तत्र सामान्य अभाववर्णनम् इति अस्ति. तत्र अस्ति तस्याः अभावः इति यदि अर्थः स्यात् तदा घटसामान्य अभावः इत्यस्य घटस्य यत् सामान्यं घटत्वं तस्य अभावः इत्यर्थः स्यात्. तर्हि अत्र सामान्यम् इत्युक्ते जातेः अभावः इति स्यात् इति दत्तमस्ति. नायं विवक्षितः किन्तु सर्वस्य घटस्य अभावः, घटसामान्यं यद् घटत्वं तद्वान् सर्वोऽपि घटः, तस्य अभावः अभावो अयं को अर्थः? सर्वोऽपि घटः अस्य विरोधी, येन केनापि घटेन घटसामान्य अभावस्य अपसारणं कर्तुं शक्यम्. हा सम्यक् सम्यक्. इदानीं तत्र बहु सम्यक् भगिनि, धन्यवादाः. इदानीं तत्र सामान्यम् इत्युक्ते जातिः इति न स्वीकर्तुं शक्यते. किमर्थम् इत्युक्ते इदानीं जातिः इति स्वीकुर्मश्चेत् तत्र लेखन्यां घटत्वजातिः नास्ति, घटत्वं नास्ति लेखन्यां, घटत्वं नास्ति इत्यतः लेखनी घटसामान्य लेखनी घटसामान्य अभाववती इति वक्तुं शक्यते चेत् तत्र तादृश अर्थः नास्ति. भूतले घट अभावः अस्ति, साक्षात् घटः इति द्रव्यमेव तत्र अपेक्षितमस्ति. किमर्थम् इत्युक्ते यस्य कस्यापि घटस्य आनयनेन तत्र भूतले विद्यमानस्य घट अभावः अपगच्छति इत्यतः तत्र साक्षात् द्रव्यमेव विवक्षितम् अस्ति, न तु जातिः इति बोधितमस्ति. अतः तदेव अत्रापि स्वीकर्तव्यमस्ति. महोदय, किन्तु एकं वाक्यमस्ति अत्र सामान्य अभाववर्णस्य परिच्छेदे. सामान्य अभावः तस्य न्यायप्रतियोगिता अस्ति. यदा एकजातियुक्तेषु सजातीयेषु यावत्सु भवति तदा स सामान्यभावः इत्युच्यते. अत्र सामान्य इति जातिः इति मम चिन्तनमस्ति. किन्तु एतादृशचिन्तनं पश्चात् कर्तुं शक्नुमः. मम किञ्चित् विद्याभगिनी या विद्याभगिनी यत् उक्तवती तेन सह मम किञ्चित् डिसग्रिमेण्ट्, न जाने किं. चिन्ता नास्ति भगिनि. अत्र एकजातियुक्तेषु इत्युक्ते अत्र सामान्यम् इति नास्ति खलु. एकजातियुक्तेषु इति अत्र जातिः इत्युक्ते किम्? अस्मिन् सन्दर्भे जातिः एकजातियुक्तेषु सजातीयेषु यावत्सु. अत्र सजातिः इत्युक्ते किम्? सजाति सामान्य एव सजाति. अत्र एकजातियुक्तेषु मिनि यत्र यत्र सा जातिः अस्ति सजातीयेषु इत्युक्ते समानजातीयेषु यावत्सु भवति तदा सः सामान्यभावः इत्युच्यते. घटः इति जातिः इति खलु अत्र न घटत्व इति जातिः अस्ति एकघटे एव वर्तते अनेकेषु घटेषु अपि घटत्व वर्तते अतः एक घटस्य आनयनेन अपि सः अभावस्य अपगमनं भवति यतोहि घटे घटत्वमस्ति तत् मम परन्तु ततः अग्रे पठतु भगिनि ततः अग्रे पठतु ततः अग्रे सामान्यस्य अभावः इति यथा श्रुते तु अयं जातेरभावः स्यात् दत्तमस्ति कुतः ततः अग्रे पठति चेत् स्पष्टं भवति इति चिन्तयामि अत्र किञ्चिदिव अहं वदामि तत्र घटाभावः भूतले घटाभावः अस्ति इदानीं तत्र घटाभावः केन अपगच्छति इति चेत् यस्य कस्यापि घटस्य आनयनेन एव इति तत्र साक्षात् घटः द्रव्यरूपेण आनयेत् तदा एव भूतले विद्यमानस्य घटाभावः अपगच्छति इति तु सत्यं किन्तु इदानीं तत्र प्रतियोगिता इति धर्मः अस्ति किल तत् अवच्छेदकधर्मः अस्ति प्रतियोगिता इति धर्मः यदा कदापि धर्मस्य विषये वयं वदामः तत्र जातिः स्वीकर्तव्यः भवति प्रतियोगिता तत्र पश्यतु इदानीं तस्य सामान्य अभावः इति प्रकारः निरूप्यते प्रतियोगिता भावपदार्थे घटादौ विद्यमानः विरोधः इति निरूपितम् सा प्रतियोगिता यदा एकजातियुक्तेषु सजातीयेषु यावत्सु भवति तदा सः सामान्यभावः इति उच्यते इदानीं तत्र प्रतियोगिता इति त्यक्त्वा तत्र केवलम् अभावः एव स्वीकृत्य वदामश्चेत् एतादृशक्लेशः भवति एषः एतद्वाक्यं सङ्गच्छते कुत्र केवलं प्रतियोगितायाः विषये चिन्तनं प्रवर्तते तत्रैव इदानीं तत्र धर्मः प्रतियोगिता इति कश्चन धर्मः अस्ति प्रतियोगिता कुत्र वर्तते इति चेत् घटाभावस्य प्रतियोगिता कुत्र वर्तते इति चेत् सर्वेषु घटेषु वर्तते इत्युक्ते तत्र घटत्वजाती जातौ वर्तते इति वक्तुं शक्यते तत्रैव एषः अर्थः सङ्गच्छते किन्तु इदानीं तत्र घटत्वजाति घटं विना घटत्वजातिं यदा कदापि न आनयितुं शक्नुमः किल कस्य आगमनं कर्तुं शक्यते क्रिया कुत्र भवति द्रव्ये एव भवति द्रव्यमेव क्रियावान् भवति इत्यतः तत्र अभावः अपगन्तव्यम् इति चेत् तत्र द्रव्यमेव आनयनं भवति द्रव्यस्य एव आनयनं भवति इति अस्ति भगिनि तत्र किञ्चित् चिन्तयतु सीमा भगिनि अस्तु तत्र इतोपि चिन्तयतु यदा इतोपि किञ्चित् समीकरणं चेत् मम कृते सम्पर्कं करोतु कृपया नो चेत् अग्रिमवर्गे अपि अस्तु परन्तु भवान् यद् वदति तत्तु सत्यमेव खलु अत्र प्रतियोगिता इति धर्मः अस्ति अतः यद्यपि तत्र घटाभावः इति वदामः चेत् तत्र घटस्य आनयनेन अभावः गच्छति परन्तु यदा घटः आनयामः तत्र घटत्वमपि आगच्छति एव अतः अत्र परन्तु अस्मिन् सन्दर्भे अत्र कस्य अभावः इति पृच्छामः चेत् तत्र घटस्य अभावः न तु घटत्वस्य अभावः सत्यं सत्यम् इत्यतः अत्र इदानीं तत्र प्रकृतविषये रूपसामान्य अभाववान् इत्यत्र इदानीं तत्र जातेः इति न स्वीकर्तुं शक्यते किन्तु तत्र रूपसामान्यम् इत्युक्ते यत्किमपि रूपं तस्य अभावः रूपस्य अभावः इति अवगन्तव्यं न तु जातेः अभावः इति अपि च जातिः नित्यम् इति नैयायिकानां मतम् लोके यत्किमपि घटः न भवति चेद् अपि घटत्वम् इति जातिः वर्तते, किन्तु कुत्र वर्तते इति न प्रदर्शयितुं शक्यते। अतः इदानीं जातेः अभावः वदामश्चेत् तत्र नित्यत्वहानिः भवति। महोदय, किन्तु वायौ रूपत्व अभावः अस्ति, न तु रूपत्व सर्वदा अभावः अस्ति, तत् मम चिन्तनमस्ति। वायौ रूपत्वजातेः अभावः अस्ति, तत् अत्र विवक्षा तत् अस्ति इति मम चिन्तनमस्ति। हा, तदेव इदानीं तस्मिन् विषये एव चिन्तयन् स्मः वयं, रूपरहितत्वे। इदानीं रूपत्वरहिते इति न दत्तं, रूपरहितत्वे इति दत्तं, पश्यतु। सत्यं, किन्तु रूपसामान्य अभाव वायौ अस्ति, न तु अन्येषु पदार्थेषु। अतः अत्र यत् दत्तमस्ति, यदि वयं जातिं स्वीकुर्मश्चेत् रूपत्व अभावः सर्वत्र अस्ति, तत् विवक्षा नास्ति, किन्तु रूपत्वस्य अभावः वायौ अस्ति। नो, इदानीं तत्र पश्यतु भगिनि, रूपत्वं कुत्र भवितुमर्हति? रूपत्वम् इति जातिः कुत्र भवितुमर्हति? रूपे, केवलं रूपे। इदानीं तत्र रूपत्वम् इति वायौ नास्ति इति केवलं वायौ नास्ति इति कथं वा वक्तुं शक्यते? सर्वत्र नास्ति, रूपं विहाय अन्यत्र सर्वत्र रूपत्वं नास्ति इत्यतः सर्वत्र अतिव्याप्तिदोषः भवति। आकाशे अपि रूपत्वं नास्ति, रूपत्वम् इति रूपे एव वर्तते इत्यतः रूपं विहाय अन्यत्र सर्वत्र रूपत्वम् इति जातिः यदा कदापि नास्ति इत्यतः यदा रूपत्वरहितम् इति वदामश्चेत् तत्र सर्वत्र अतिव्याप्तिः भवति। किन्तु अग्रे दलसार्थक्ये वयं पश्यामः, केवलं रूपरहितत्वम् इति स्वीकुर्मश्चेत् तत्र आकाशादि षट्सु, आकाश आत्म दिक् वायु, क्षम्यताम्, आकाश काल दिक् आत्म मनांसि इति पञ्चसु द्रव्येषु एव तत्र अतिव्याप्तिः भवति इति लिखितम्। गन्धे अपि रूपत्वं नास्ति, किन्तु तदा न लिखितम् इत्यतः अत्र रूपत्वम् इति विवक्षा नास्ति। निश्चयेन अहं वदामि, रूपत्वम् इति न वक्तुं शक्यते एव। रूपं, रूपसामान्यम् इत्युक्ते यत्किमपि रूपं, यस्य कस्यापि रूपस्य अभावः अत्र विद्यते इति एव अर्थः, न तु रूपत्वम् इति। हा, चिन्तयतु भगिनि, इतोपि किञ्चित् चिन्तयतु, इतोपि प्रश्नः अस्ति चेत् निश्चयेन वदतु। अस्तु, अस्तु। हा, किमर्थम् इत्युक्ते तत्र जातेः वैशिष्ट्यमस्ति, तत्र अवच्छेदकरूपत्वेन यदा वयं स्वीकुर्मः तत्र एतादृशचिन्तनं तत्र समीचीनं मनसि समीचीनं नास्ति चेत् तत्र क्लेशः भवत्येव सर्वत्र, अत्यतः निश्चयेन चिन्तयतु। अस्तु, अग्रे इदानीं पठितुं शक्यते। सीमा भगिनी, भवती एव पठति वा कश्चित् सखायम् इति? अस्तु, कश्चित् सखायं गृहसङ्केतं पृच्छति। उत्तररूपेण सखा यदि स्वस्य पत्रसङ्केतं वदति सम्यक् एव। ग्रहणसौकर्याय समीपस्थं किञ्चित् प्रसिद्धं स्थलम् अतिरिक्तमपि वदति चेत् न दोषः, परन्तु अनावश्यकं यत् गृहसमीपे वर्तते तत् वक्तुम् आरभते चेत् सः परिहास्यतां प्राप्नोति। अतः वक्ता बोधनीयं यत् वस्तु वक्त्रा अतः वक्त्रा बोधनीयं यद्वस्तु तस्य सम्यक् परिज्ञानाय वस्तुसम्बन्धी आवश्यकः धर्मः निर्देष्टव्यः, परन्तु फल्गु अनावश्यकं नैव प्रयोक्तव्यम् इति लोकसिद्धोऽयं संव्यवहारः। किं वा शास्त्रीये विचक्षणव्यवहारे एकस्यैव वस्तुनः साधनाय ज्ञापनाय साधकद्वयं यदि वादी उपन्यस्येत पराभवयोग्यः भवेत्। अत्र यदि कोऽपि गृहसङ्केतं पृच्छति उत्तररूपेण पत्रसङ्केतं वक्तुं शक्नुमः वा किञ्चित् प्रसिद्धं स्थलं समीपे अस्ति चेत् तद् वक्तुं शक्नुमः, किन्तु अनावश्यकं यद्यद् गृहसमीपे वर्तते तद् यदि वक्ता वदति सः वक्ता अनावश्यकं वस्तुनः कृते वदति सः परिहास्यतां प्राप्नोति। यद्यत् आवश्यकः अस्ति चेत् तत्तदेव निर्देष्टव्य अथवा वक्तव्यः भवति। लोकव्यवहारे अपि अनावश्यकं प्रयोक्तव्यं नास्ति, तर्हि शास्त्रे तु तथापि अधिकः अनावश्यक तथापि अधिकः आवश्यकता अस्ति तेषां तेषां व्यवहारे अनावश्यकं न वक्तव्यम्। अतः शास्त्रे अपि तद् न वक्तव्यम्। अतः एकस्य वस्तुनः साधनाय ज्ञापनाय साधकद्वयम् इत्युक्ते एकम् अधिकम् अस्ति, तद् उपन्यस्येत तस्य सः वादी पराभवयोग्यः भवेत्। इति अस्ति पराभवयोग्यः भवेत् इति। सम्यक् भगिनि, सम्यक्। इदानीं तत्र गृहस्य समीपे अप्रसिद्धाः विषयाः, इदानीं कोऽपि पृच्छति गृहसङ्केतं किं, किमर्थं पृच्छति गृहसङ्केतं, सः आगन्तुं गृहे आगन्तुम् इष्टवान् अस्ति, अतः एव गृहसङ्केतं पृच्छति। तत्र उत्तरत्वेन एषः एव मम गृहसङ्केतः, अपि च तत्र ज्ञापनार्थं समीपे यत्र कुत्रापि तत्र बृहत् लिङ्गम् अस्ति चेत्, मन्दिरं वा वृक्षः वा तादृशम् अस्ति चेत् तद् वदति चेत् तत्र उपयोगाय भवति। किन्तु तत्र सर्वत्र अन्यत् किमपि लघु लघु वस्तुनः यत्किमपि अस्ति, वस्तूनि यत्किमपि अस्ति, तद् यानि यानि सन्ति तेषां वदनेन किमपि प्रयोजनं नास्ति। गृहस्थसमीपे अप्रसिद्धविषयाः वदति चेत् तत् परिहासार्थाय एव भवति, परिहासार्थाय एव भवति इति इति लोकव्यवहारे एव तादृशचिन्तनं वयं कुर्मः चेत् शास्त्रीयव्यवहारे निश्चयेन यावत् आवश्यकं तावदेव वक्तव्यम्। तत्र दोषाः अस्माभिः दृष्टवन्तः किल, अतिव्याप्तिदोषः, अव्याप्तिदोषः, असम्भवदोषः इत्यादिकम्। अधिकं वदामश्चेत् तत्र अतिव्याप्तिदोषः वा तादृशदोषः भवति इत्यतः लक्षणग्रन्थे यावद् आवश्यकं तावदेव वक्तव्यम् इति अस्ति। तत्र इतोपि किञ्चित् अहं वदामि, सखायम् इति प्रथमवाक्ये अस्ति किल, कश्चित् सखायम् इति द्वितीया एकवचनम् अस्ति। सखा इति तत्र भिन्नशब्दः अस्ति, तस्य विभक्तिरूपाणि किञ्चित् भिन्नानि सन्ति इत्यतः तत्र सखायम् इत्युक्ते द्वितीय कर्मत्वेन तत्र प्रयुक्तः अस्ति वाक्ये इति एकं। फल्गु इति पदमस्ति, फल्गु इत्युक्ते अनावश्यकम्, अनावश्यकम् इत्युक्ते यस्य मूल्यं नास्ति, निरर्थकं, यत्किमपि वदामश्चेत् तत्र निरर्थकं भवति. यस्य मूल्यम् अस्ति गृहस्य बोधनार्थं, नो चेत् ज्ञापनार्थं, तत्र यस्य मूल्यम् अस्ति तस्य एव वक्तव्यम् अस्ति, अन्यत् किमपि न वक्तव्यम् इति. अतः अन्यत् किमपि वदति चेत् तत् तत् फल्गु भवति इति. अपि च विचक्षणव्यवहारः इत्युक्ते विचक्षणव्यवहारे इत्युक्ते बुद्धिमतः व्यवहारे इति. विचक्षणाः इत्युक्ते बुद्धिमन्तः इति अस्ति. अपि च इदानीम् उपन्यस्य वदतु भगिनि. द्वितीयवाक्ये उत्तररूपेण सखा यदि स्वस्य पत्रसङ्केतं वदति तत्र सखा तत्रापि सखा द्वितीयविभक्त्याम् अस्ति वा? न, तत्र प्रथमाविभक्त्यां तत्र सखा एव वक्तुः. सखा प्रथमा द्वितीयविभक्त्यां समानमस्ति एकवचने. पुनः पृच्छतु. भगिनी सखा महोदय श्रूयते? श्रूयते, मम ध्वनिः श्रूयते किल? आम् आम् श्रूयते. सखा पदं प्रथमद्वितीयविभक्त्यां सखा एव अस्ति एकवचने समानमस्ति? न, न, सखा इति प्रथमाविभक्ति एकवचनं, सखायम् इति द्वितीया विभक्ति एकवचनं. ओके ओके ओके. सखा अयं नास्ति. ओके ओके. द्वितीया विभक्ति एकवचनरूपमस्ति. तत्र सखी सखा इति शब्दस्य किञ्चित् वैचित्र्यमस्ति. तत्र प्रातिपदिकं किम् इति जानाति वा विद्या भगिनी? सखिन् सखिन् इति वा? अत्र अत्र भिन्नपदम् अस्ति इति मन्ये महोदय. अत्र सखा इत्यस्य सखी इति खलु? ओ सखी सखी सखी. इदानीं तत्र सखायम् इति कीदृशपदम् इति भवती चिन्तयति? सखायम् इति अत्र सखायम् इति अत्र सखायः इति प्रायः सखायः इति तादृशप्रातिपदिकं तस्मात् सखायं. न, तत्र महोदयेन वर्गे एतादृशमेव उक्तं सखायम् इति द्वितीया एकवचनम् इति महोदयेन उक्तं. तत्तु सत्यं सखायं सखायं, परन्तु अत्र प्रातिपदिकं सखाय इति अस्ति चेदेव सखायः सखायौ सखाय सखाय सखायाः सखायम् इति तथा भवति खलु? ओ इदानीं तत्र प्रातिपदिकमेव भिन्नम् इति भवती वदति वा? प्रातिपदिकं तत्र भिन्नम् इति, न तु तत्र सखाय इति प्रातिपदिकम्. ओ तत्र इदानीं तत्र उत्तररूपेण सखा इति अस्ति किल, तत्र प्रातिपदिकं सखिन् इति भवति वा? महोदय अहं रूपचन्द्रिकायां पश्यन्ती अस्मि, सखी अस्ति. सखा प्रथमा विभक्तौ एकवचने अस्ति, सखायं द्वितीया विभक्तौ एकवचने अस्ति, सखी अस्ति प्रातिपदिकं सखी एव. सखी इति प्रातिपदिकं द्वितीया विभक्तौ सखीयं वा? सखायं सखायं सखायं. सखी इति एव प्रातिपदिकम् अस्ति इति किञ्चित् वैचित्र्यमस्ति, अतः एव महोदयेन उक्तम् एतादृशम्. अस्तु, इदानीं तत्र उपन्यस्येत् इति अस्ति. तत्र उपन्यस्येत् इत्युक्ते बुद्धिमतां विचारः इति अस् धातुः. उप इति उप नी अपि इति तत्र उपसर्गद्वयं विद्यते. अपि च अस् इति धातुः बुद्धिमतां विचारः इति अर्थः तस्य. पराभवयोग्यः, तत्र पराभवः इत्युक्ते पराजयः, पराजयस्य योग्यः, जयः न भवति इत्यर्थः. पराभवयोग्यः भवेत्, तादृश वादं वयं वदामश्चेत् शास्त्रीयविषये तत्र पराभवः एव भवति वादस्य. सः यः तादृश यः वादी तादृशं वादं करोति तस्य सः पराभवयोग्यः भवति इति अत्र उक्तम्. अस्तु, धन्यवादः भगिनि. मुरळीमहोदय अग्रे पठति वा? इत्थमेव इति मुरळीमहोदय अस्ति वा? म्यूट् मध्ये अस्ति महोदय. अहमपि अन्म्यूट् कर्तुं न शक्यते. इत्थमेव वस्तुस्वरूपज्ञानाय लक्षणप्रयोगे कर्तव्ये एकेन धलेन वस्तुनः सम्यक् ज्ञानं भवति चेत् धलद्वयं न वक्तव्यं न प्रयोक्तव्यम्. एवम् अपि सङ्ग्रहकारणे धनद्वयं प्रयुक्तम्. तत् उपयोगस्तु पूर्वोक्त अतिव्याप्तिरूपदोषवारणाय. किञ्चित् इव इव वदतु महोदय. तत्र सङ्ग्रहकारणेन इत्यर्थः महोदय तर्कसङ्ग्रहः. सङ्ग्रहकारेण इत्युक्ते सङ्ग्रहकारः तर्कसङ्ग्रहेण इति ग्रन्थः येन लिखितं सः सङ्ग्रहकारः तेन सङ्ग्रहकारेण. तत्र विषयस्य कारणं पूर्वोक्त अतिव्याप्तिरूपदोषवारणम् एव. इत्थमेव वस्तु स्वरूपज्ञानाय लक्षणप्रयोगेन स्थलेन वस्तुनः सम्यक् ज्ञानं भवति. केवलं सम्यक् ज्ञानं यत्र भवति चेत् तत्र एकद्वलम् एव अस्ति भवति इति सत्यम्. अत्र एकमेव दलेन सम्यक् ज्ञानं भवितुम् अर्हति इति चेत् तत्र एकमेव दलम् उपयोक्तव्यं भवति. यथा पृथिव्याः लक्षणे उक्तं गन्धवत्वम् इति एकमेव दलं तत्र उक्तम्. अपि च जलस्य लक्षणे शीतस्पर्शवत्वम् इति एकमेव दलम् उक्तम्. यदि तावदेव पर्याप्तं चेत् तत्र तावदेव वक्तव्यम् अस्ति. अधिकम् इतोपि अधिकं न प्रयोक्तव्यं. तथापि सङ्ग्रहकारेण अत्र वायोः लक्षणे दलद्वयम् उक्तम्. किमर्थम् इति चेत् तत्र अतिव्याप्तिरूपदोषवारणाय. अतिव्याप्तिदोष यदि दलद्वयं न प्रयुक्तं तर्हि यत् अधिजायि अधिव्याप्तिदोषं वर्तते तत्वारणाय तस्य विवरणम् उपयोष्यन्ति तत्र. इदानीं तत्र एकमेव द्वलं वदामश्चेत् अन्यत्र कुत्र अधिव्याप्तिदोषः भवति इत्यतः सङ्ग्रहकारेण दलद्वयं स्वीकृतम्. इदानीं तस्मिन् विषये किञ्चित् चोदनं करणीयं भवति अस्माभिः. अस्तु, धन्यवादः महोदय, सम्यक्। इदानीं विद्या भगिनी अग्रे पठति वा? महोदय अहं किञ्चित् अनन्तरं पठामि महोदय। अस्तु भवतु, भानुचेतनी महोदय भवान् पठति वा? महोदय पठामि, किन्तु स्पष्टरीत्या स्पर्शलक्षणं दृश्यते तत्र, वायुः वहति, कोलाहलमस्ति वा यदा अहं वदामि? नास्ति, इदानीं न श्रूयते, किमपि कोलाहलं न श्रूयते महोदय। कथम् उपयोगः उच्यते? रूपरहितत्वमेव यदि वायुलक्षणं स्यात् तदा पृथिव्यादित्रिकं विहाय सर्वस्मिन् जगति अतिव्याप्तिः, सर्वत्र रूपाभावस्य सत्वात् अतः स्पर्शवत्वम् इति दलं दातव्यम्। स्पर्शवत्वम् आकाशादौ क्वापि नास्ति इति अतः न दोषः। स्पर्शवत्वम् एव यदि वायुलक्षणं स्यात् तदा पृथिव्याम् अतिव्याप्तिः। वदतु महोदय। कथम् उपयोगः दल प्रस्तावनीयं यदस्ति तद् किमर्थम् इति उच्यते तत्र। रूपरहितत्वम् एव यदि वायुलक्षणं, वायुलक्षणं तत्र रूपरहितः स्पर्शवान् वायुः इति उक्तं, तत्र रूपरहितत्वम् एव यदि वायुलक्षणं स्यात् तर्हि पृथिवी आदि त्रयः यद् वर्तते, पृथिवी, जलं, तेजः, तत्सर्वे विहाय सर्वस्मिन् जगति अतिव्याप्तिः। इदानीं तत्र रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति उक्तं किल महोदय? हा, इदानीं तत्र रूपरहितत्वं, रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इत्यत्र स्पर्शवत्वम् इति दलं त्यजामश्चेत् इत्युक्ते रूपरहितत्वमेव वायुलक्षणम् इति स्वीकृतं चेत् तत्र कुत्र अतिव्याप्तिः भवति? आकाश अपि प्रायः आगच्छति, तस्मिन् विषये कथं वा आकाशे आगच्छति? आकाशमपि रूपरहितम्, आकाशे अपि रूपरहितम् अस्ति महोदय। सत्यम्, आकाशे अपि रूपरहितमपि अस्ति, वायुः अपि रूपरहितम्, अतः अतिव्याप्तिः। हा, तत्र इदानीं वायु वायोः विषये न वदामः, किमर्थम् इत्युक्ते वायोः लक्षणमेव इदानीं साधयन् स्मः इत्यतः तत्र पृथिव्यादित्रिकं विहाय इत्युक्ते पृथिव्यां रूपं भवितुम् अर्हति, अपि च जले अभास्वरशुक्लरूपम् अस्ति, तेजसि भास्वरशुक्लरूपम् अस्ति, एतत्त्रिकं विहाय अन्यत्र इदानीं वायु वायुमपि त्यक्त्वा तत्र आकाश आकाशादि पञ्चसु द्रव्येषु रूपरहितत्वम् अस्ति एव, अतः तेषु अतिव्याप्तिः भवति इति उक्तं। केवलं रूपरहितत्वम् एव लक्षणम् इति स्वीकुर्मश्चेत् आकाशादि पञ्चसु द्रव्येषु तत्र अतिव्याप्तिः भवति इति। किञ्चित् म्यूट् मध्ये भवतु कृपया महोदय, ध्वनिः श्रूयते, क्षम्यताम्। इदानीम् अत्र पश्यतु सीमा भगिनी, अत्र पृथिव्यादित्रिकं विहाय सर्वस्मिन् जगति अतिव्याप्तिः भवति इति उक्तम्। इदानीं तत्र रूपत्वरहितम् इति स्वीकुर्मश्चेत् यथा भवती वदति रूपत्वं इति स्वीकुर्मश्चेत् तत्र सर्वत्र रूपत्वं तत्र रूपं विहाय अन्येषु गुणेषु अपि अपि च क्रियासु अपि सर्वत्र रूपत्वं नास्ति एव इत्यतः तत्र सर्वत्र रूप अतिव्याप्तिः भवेत् किन्तु इदानीम् आधारः किं भवितुम् अर्हति रूपस्य आधारः केवलं रूपः इति गुणः रूपम् इति गुणः तस्य आधारः द्रव्यमेव भवितुम् अर्हति इत्यतः अत्र केवलं रूपम् एव स्वीकर्तव्यं भवति न तु रूपत्वरहितत्वम् इति अस्ति अतः पृथिव्यादित्रिकं विहाय सर्वस्मिन् जगति इत्युक्ते पञ्चसु द्रव्येषु अतिव्याप्तिः भवति सर्वत्र रूपाभावस्य सत्त्वात् इति अग्रे भानुमहोदय भानुचैत्री महोदय वदतु सर्वत्र रूपाभावस्य सत्त्वात् अतः स्पर्शवत्त्वम् इति दलं दातव्यम् महोदय रूपरहितत्वं केवलं लक्षणरूपेण न स्वीकर्तव्यं स्पर्शवत्त्वम् अपि आवश्यकमेव कथं वा अतिव्याप्तिः अतिव्याप्तेः निवारणं भवति गच्छति आकाशम् आकाशादि यदस्ति द्रव्येषु पञ्चद्रव्येषु तत्र स्पर्शलक्षणं नास्ति महोदय हा स्पर्शवत्त्वं नास्ति तेषु आकाशादि पञ्चसु द्रव्येषु स्पर्शवत्त्वं नास्ति इत्यतः तत्र तत्र दोषः न भवति इदानीम् अग्रिमवाक्यं स्पर्शवत्त्वम् आकाशादौ क्वापि नास्ति इति अतः न दोषः तदेव दीयते तत्र अग्रे स्पर्शवत्त्वम् एव यदि वायुलक्षणं स्यात् तदा पृथिव्याम् अतिव्याप्तिः पृथिवी जल तेज अपि स्पर्शवत्त्वम् अस्ति लक्षणम् अतः केवलं स्पर्शवत्त्वम् इति स्वीक्रियते चेत् तदपि अतिव्याप्तिलक्षणं भवति हा तत्र अतिव्याप्तिदोषग्रस्तलक्षणं भवति कुत्र अतिव्याप्तिः भवति स्पर्शवत्त्वम् एव वायोः लक्षणम् इति स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति पृथिव्यां महोदय केवलं पृथिव्याम् एव भवति वा नो चेत् अन्यत्रापि पृथिवी जल तेज हा सत्यं त्रिषु द्रव्येषु अतिव्याप्तिः भवति इत्यतः तत्र केवलं स्पर्शवत्त्वम् इति लक्षणं न स्वीकार्यं तत्र रूपरहितत्वम् इति अपि दलं स्वीकुर्मश्चेत् यः अतिव्याप्तिदोषः पृथिव्यां जले अपि च तेजसि पतति तत् तस्य निवारणं भवति इति तत्र दलद्वयस्य आवश्यकता अस्ति इति निरूपितं तत्र स्पर्शवत्त्वं त्यजामश्चेत् आकाशादि पञ्चसु द्रव्येषु अतिव्याप्तिः भवति स्पर्शवत्त्वं तत्र रूपरहितत्वम् इति दलं त्यजामश्चेत् पृथिव्यादि त्रिके तत्र अतिव्याप्तिदोषः भवति इत्यतः वायोः लक्षणे दलद्वयमपि आवश्यकं तत्र दलद्वयम् उक्तमस्ति चेदपि तत्र अनावश्यकं यत्किमपि न उक्तम् एकमपि दलं त्यजामश्चेत् तत्र अतिव्याप्तिदोषः भवति इत्यतः तत्र दलद्वयस्य आवश्यकता अस्ति इति निरूपितम् अग्रे लक्षणानि अपि इतोपि लक्षणानि अस्माभिः अदिश्यन्ते तत्र तत्र दलद्वयं नास्ति दलत्रयमपि अस्ति दलद्वयस्य त्रयस्यापि आवश्यकता अस्ति इति वयं पश्यामः. अस्तु, धन्यवादः महोदय. इदानीं तत्र अग्रिम वाक्यम् अहं पठितुं शक्नोमि, पठितुं शक्नोमि. अतः दलद्वयं मिलित्वा लक्षणं మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు. దయచేసి లైన్ లో ఉండండి. ది పర్సన్ యు ఆర్ స్పీకింగ్. హా, పడుతు మరి. అతః దలద్వయం మిలిత్వా లక్షణం ఇతి నాతి వ్యాప్తిః ఇత్తమేవ సుఖాది ఉపలబ్ధి సాధనం ఇంద్రియ మనః ఇత్యాదిషు దలద్వయ ఘటిత లక్షణేషు బోధ్యం పక్ష్యతే చ. అత్ర చిత్రం అస్తి, తత్ర రూపం పృథ్వ్యాం అస్తి, జలే అస్తి, तेजसी अस्ति. यत् वयं पूर्वं पठितवन्तः तस्मिन्नेव विषये अत्र इतोपि विवरणम् अत्र चित्ररूपेण प्रदर्शितमस्ति. एतत् त्रितयं विहाय सर्वेषु पदार्थेषु रूपाभावः वर्तते. रूपाभावः सर्वत्र जगति वर्तते. पृथ्वी जलं पृथ्व्यां जले तेजसि तान् सर्वान् विहाय सर्वत्र रूपाभावः वर्तते. अतः अत्र दलद्वयं योजयित्वा पश्यामः चेत् अतिव्याप्तिदोषः न भवति. एवमेव अत्र सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इत्यादिषु अपि दलद्वयघटितलक्षणेषु बोध्यं वक्ष्यते इत्युक्ते अग्रे यदा वयं मनः लक्षणं पश्यामः तस्मिन् सन्दर्भे तत्र दलसार्थक्यमपि पश्यामः इति प्रायः. अत्र दलद्वयम् अस्ति सुखादि उपलब्धिसाधनम् इन्द्रियम् सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इति. तत्र दलद्वयं किम् इति अवगच्छति वा? सुखादि उपलब्धिसाधनम् इति एकं दलम्, इन्द्रियम् इति अन्यत् दलम्. सत्यं, तदेव अस्ति. सुखादि उपलब्धिसाधनम् इति एकं दलम्, इन्द्रियम् इति द्वितीयदलम् अस्ति. तत्र मनः इतोपि अग्रे निरूप्यते, तत्र पश्यामः तत् किमस्ति इति. तदानीं तत्र चित्रमस्ति किल, तदपि एकवारं किञ्चित् प्रदर्शयतु, तदनन्तरं समापयतु. अस्तु, अत्र वायोः लक्षणं रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति अस्ति. तत्र रूपरहितत्वं कुत्र वर्तते इत्युक्ते, तत्र रूपं कुत्र वर्तते इत्युक्ते, वयं जानीमः रूपं पृथ्व्यां जले तेजसि रूपम् अस्ति. तर्हि तान् विहाय सर्वत्र जगति रूप अभावः अस्ति. तर्हि अत्र केवलं रूपरहितत्वम् इति एव वदामः चेत् अत्र अतिव्याप्तिदोषः भवति. यतोहि रूपरहितत्वं पृथ्व्यां जले तेजसि तान् विहाय सर्वत्र वर्तते इति कृत्वा अतिव्याप्तिदोषः. अतः अत्र तदेव तत्र चित्ररूपेण प्रदर्शितमस्ति रूप अभावस्य. अत्र प्रथमदलस्य चित्ररूपेण प्रदर्शितमस्ति इति चिन्तयामि. सत्यं सत्यं, तदेव अत्र अस्ति. अस्तु, समयः जातः, अत्र स्थगयामः. किञ्चित् इव वदामि, तत्र अग्रे दीर्घवाक्यम् अस्ति. पश्यन्तु सर्वे रूपत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय प्रतियोगिता निरूपित अनियोगिता आश्रयः अभावः इत्यर्थः लभ्यते इति दीर्घवाक्यम् अस्ति. अतः तत्र प्रतियोगिता अनियोगिता एतस्मिन् विषये चिन्तनं भविष्यति इत्यतः किञ्चित् पुनस्मारत्वेन सर्वे गृहपाठत्वेन तत्र अभाववर्णनं इति दत्तमस्ति किल. तत्र विद्या भगिन्या अपि पठितं, तत्र अपि च सीमा भगिन्या अपि तस्मिन् विषये किञ्चित् गृहपाठरूपेण किञ्चित् पठित्वा वर्गे आगमिष्यन्ति चेत् तत्र सर्वेषां बोधः सुलभतया जायते इत्यतः तत् गृहपाठरूपेण कृपया करोतु इति प्रार्थये. अत्र स्थगयामः. सर्वेषां नमस्कारः, धन्यवादश्च.